पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 116. कुञ्जल उवाच: अशोकसुन्दरी पुण्या रम्भया सहहर्षिता नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी: अहं ते धर्मदः पत्नी देवैर्दिष्टा तपस्विनी उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि सदैव चिन्त्यमाना च त्वामहं तपसि स्थिता भवान् धर्मप्रसादेन मया प्राप्तो नृपोत्तम नहुष उवाच मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् अनयारम्भया सार्धमावां गच्छावभामिनि समारोप्य रथे तां तु तां रम्भां तु मनोरमां तेनैव रथवर्येण वसिष्ठस्याश्रमं प्रति जगामलघुवेगेन ताभ्यां सह महायशाः तमाश्रमगतं विप्रं समालोक्य प्रणम्य च तया सार्धं महातेज हर्षेण महदान्विदः यथा युद्धं रणे जातं निहतो दानवाधमः निवेदयामास सर्वं वसिष्ठाय महात्मने वसिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितं हर्षेण महदाविष्ठ आशीर्भिरभिनन्द्यतं तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुङ्गवः विवाहं कारयामास अग्निब्राह्मणसन्निधौ आशीर्भिरभिनन्द्यैव मिथुनं प्रेषितं पुनः मातरं पितरं पश्य द्रुतं गत्वा महामदे त्वां च दृष्ट्वा हिदे मादा पितासौ तव सुव्रत हर्षेण वृद्धिमाप्नोदु पर्वणीवदु सागरः एवं सम्प्रेषितो वीरो मुनिना ब्रह्मसूनुना तेनैव रथवर्येण जगाम लघुविक्रमः नमस्कृत्य द्विजेन्द्रं तं गदो मातलिना तदा स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् सूत उवाच अप्सरा मेनिका नाम प्रेषिता दैवतैस्तदः आयोर्भार्या सुदुःखेन पतिता शोकसागरे तामुवाच महाभागां देवीमिन्दुमदीं प्रति मुञ्च शोकं महाभागे तनयं पश्य सस्नुषं निहत्य दानवं पापं तव पुत्रापहारकं समायान्तं सभायां च वीरश्रिया समन्वितं सुवृत्तं सङ्करे तस्य नहुषेण यथा कृतं तस्यै निवेदयामास इन्दुमत्यै च मेनिका मेनिकाया वच श्रुत्वा हर्षेण महतान्विता सखि सत्यं ब्रवीषित्वमित्युवाच सगद्गदं सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकं जीवादिकं मया देयं त्वयि सर्वस्वमेव हि एवमाभाष्यतां देवी राजानमिदमब्रवीद तव पुत्रो महाबाहुः समायादो हि साम्प्रतम् आख्यादिजमहाराज एषा मे वै वराप्सराः भर्तारमेवमाभाष्य विरराम सुहर्षिता समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां प्रति पुरा प्रोक्तं महाभागे मुनिना नारदेन हि पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा तं निहत्य सुवीर्येण दानवं चैष्यदे सुदः संजातं सत्यमेवं वै मुनिना भाषितं पुरा अन्यथा वचनं तस्य कथं देवि भविष्यति दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति शुश्रूषितस्त्वया देवि मया च तपसा पुरा पुत्ररत्नं तेन दत्तं वैष्णववांशप्रधारकं सदा हनिष्यति परं दानवं पापचेतनं सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः एवं सम्भाष्यतां देवीं राजा चेन्दुमतीं तदा महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति हर्षेण महता विष्ठो विष्णुं सस्मार वै पुनः सर्वोपपन्नं सुरवर्गयुक्तमानन्दरूपं परमार्थमेकं क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नकुशाख्याने षोडशाधिकशततमोऽध्यायः ओम्।